नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति गुणः सूत्रसहितादृष्टिः इति विषयः प्रवर्तमानः अस्ति. तत्र किञ्चिदेव पुनस्मरणं कृत्वा ततः अग्रे अद्य सूत्रं पठामः. सार्वधातुकार्धधातुकयोः इति सूत्रं पठामः. तस्मात् पूर्वं किञ्चित् पुनस्मरणार्थम् अत्र गीता भगिनी वदति वा, गुणः काभ्यां नियमाभ्यां भवति? गीता भगिनी, अस्ति वा भगिनी? किं वदतु भगिनि? गुणः कदा भवति, कुत्र भवति गुणः? गुणः भवति धातु इगन्तं भवेत् चेत् सार्वधातुकधातु पर अस्ति चेत् गुणः भवति. इगन्तधातुः इत्युक्ते अर्थः कः? इगन्तः, इगन्तः धातु इत्युक्ते इक् प्रत्या प्रत्याहारस्य कानि किञ्चित् वर्णः स्वरः अन्ते अस्ति चेत्, इक् प्रत्याहारस्य वर्णः अस्ति चेत् इगन्तः धातु भवति. इक् प्रत्याहारे के के वर्णाः? प्रत्याहारे इ उ ऋ ऐ थिङ्क् दो सिक्स्. हा, इ इ वर्णः, उ वर्णः, ऋ वर्णः, ऋ अपि खलु? ऋ अपि. हा, तर्हि प्रथमं सूत्रं द्वितीयं सूत्रं. प्रथमसूत्रे अकारः नास्ति खलु? अ इ उण् इति अस्ति प्रथमं सूत्रं माहेश्वरसूत्रेषु. अ इ उण् तत्र इ इति आरभ्य ऋ लृक् इति तत्र ऋ पर्यन्तम् आहत्य ईकारः, ऊकारः, ऋकारः, लृकारः, लृकारः. हा, तर्हि किं भवति गुणः इत्यनेन? किं भवति गुणः इत्यनेन? इक् वर्णस्य स्थाने यण् इको एणचि. न न न, इको एणचि इति इकारस्य स्थाने कः वर्णः भवति? एकारः भवति. उकारस्य स्थाने ओकारः भवति. इकारस्य स्थाने कः वर्णः? एकारः. एकारः कथम्? इकारस्य स्थाने एकारः. सत्यं सत्यम्, इकारस्य स्थाने एकारः. सत्यं. कथम् इकारस्य एकारः? कथम् अत्र गुणसंज्ञकवर्णाः आकारः, एकारः, ओकारः, त्रयः वर्णाः. तेषु एकारः इति सम्यक्तया उक्तम्, इकारस्य स्थाने एकारः आगच्छति इति सम्यक्. परन्तु कथम् इति जानाति वा? कथम् इति कण्ठे स्थाने नियर् बै सत्यं सत्यम्, उच्चारणसाम्यम् अस्ति. इकारः अपि तालव्यवर्णः अस्ति, एकारः अपि कण्ठतालु अस्ति तस्य उच्चारणस्थानम्, अतः साम्यं वर्तते. साम्यम् इति कृत्वा इकारस्य स्थाने एकारादेशः भवति. सम्यक्. इकारः ह्रस्वः भवतु, दीर्घः भवतु, तस्य स्थाने एकारादेशः भवति. इत्युक्ते धातोः अन्ते इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तर्हि इकारस्य स्थाने एकारः, ह्रस्व इकारः, दीर्घ इकारः, यः कोऽपि इकारः भवतु तस्य स्थाने एकारादेशः भवति. अस्तु, समीचीनं. भगिनी कृपया म्यूट् करोतु. लता कस्यचित् गृहे ध्वनिः अस्ति. ललिता भगिनी कृपया म्यूट् करोतु. हा अस्तु समीचीनं. तर्हि अग्रे अत्र रमाबाई भगिनी वदति वा. इदानीम् इकारस्य स्थाने एकारः इति उक्तम्, उकारस्य स्थाने ओकारः भवति, उकारस्य स्थाने ओकारः भवति. किमर्थम्? उच्चारण उकारः को इति उच्चारयतु, तदा कदा कथं भवति? ओष्ट्यवर्णः अस्ति उकारः. कण्ठोष्ठः, अतः साम्यं वर्तते. अतः उकारस्य स्थाने ओकारादेशः. सम्यक्. ऋकारस्य स्थाने अर् इति भवति. ऋकारः ऋकारः मूर्धन्यवर्णः, तस्य स्थाने त्रयः वर्णः, अकारः, एकारः, ओकारः. एषु त्रिषु वर्णेषु अकारः आगच्छति, तदनन्तरं रेपः तिष्ठति, यतोहि रेपः अपि मूर्धन्यवर्णः. आहत्य अर् इति भवति. तर्हि आहत्य वदामः चेत् धातोः अन्ते इक् वर्णः, इत्युक्ते ईकारः अस्ति चेत् तस्य स्थाने एकारः भवति, यतोहि उच्चारणसाम्यम् अस्ति. इकारः तालव्यवर्णः, एकारः कण्ठतालुवर्णः, अतः साम्यं वर्तते. अतः इकारस्य स्थाने एकारः. अनन्तरम् उकारः अथवा ऊकारः ओष्ट्यवर्णः, तयोः स्थाने ओकारादेशः भवति, यतोहि ओकारः कण्ठोष्टम् अस्ति, उच्चारणसाम्यं वर्तते. तदनन्तरं ऋकारः मूर्धन्यवर्णः, ऋकारस्य स्थाने गुणसंज्ञकवर्णेषु अकारः, एकारः, ओकारः, एषु त्रिषु वर्णेषु अकारस्य साम्यम् अधिकं वर्तते. तदनन्तरं तत्र रेपः अपि स्थापयामः, कण्ठमूर्धा इति स्थानम् आगच्छति, इदानीं साम्यं वर्तते. तर्हि ऋकारस्य स्थाने अर् इति वदामः. आहत्य इकारस्य स्थाने एकारः, उकारस्य स्थाने ओकारः, ऋकारस्य स्थाने अर् इति अस्ति. अवगतं खलु? इति एकः नियमः. अस्तु भगिनि, म्यूट् करोतु. भगिनि, प्रश्नः अस्ति, ईकारस्थाने एकार आगति इति तुल्यास्य प्रयत्नसवर्णसूत्रेण सत्यम्. वस्तुतः तुल्यास्य प्रयत्नसवर्णं इति अत्र प्रायः वक्तुं न शक्नुमः. अत्र स्थाने अन्तरतमः, स्थाने अन्तरतमः इत्यनेन इति परिभाषासूत्रेण. यतोहि सूत्रे अत्र गुणविधायकसूत्रे सवर्णं किमपि न उक्तं, गुणः इति एव उक्तम्. अग्रे पश्यामः कथमस्ति इति, कथम् अत्र सहायकसूत्रं किम् इति अग्रे पश्यामः. परन्तु तुल्यास्य प्रयत्नसवर्णं नास्ति अत्र, स्थाने अन्तरतमः. अस्तु अस्तु. तर्हि अत्र अग्रे कः वदति, अरुणा भगिनी वक्तुमिच्छति वा? द्वितीयनियमः कः? विलम्बेन आगतवती का? का मीना भगिनी वा? मीना भगिनी. अस्तु, अन्ये के के सन्ति विलम्बेन? नमस्ते भगिनी, ललिता. हा नमस्कारः भगिनि, क्षम्यतां भगिनि. चिन्ता नास्ति. अनन्तरं लट्लकारे कर्तते. न एकक्षणं भगिनि, अन्य कोऽपि अस्ति वा विलम्बेन? राहुल् महोदय, हरि ओम् अस्मि. अस्तु अस्तु अस्तु भगिनी वदतु. अहं चिन्तयामि. न न एकक्षणम् अत्र वयं चिन्तनं कुर्वन्तः स्मः भगिनि. लट् लकारे कर्तुत् समये कर्तरिषसूत्रेण न तत्सर्वम् अस्तु. इदानीम् अत्र एकः नियमः अस्ति, धातोः अन्ते इक् वर्णः अस्ति चेत् गुणः भवति. अनन्तरं द्वितीयः नियमः अहं न अवगतम्. न गुणः एकमस्ति, अन्ते धातोः अन्ते अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणः भवति. द्वितीयः नियमः लघुपदस्य सूत्रेण. हा सूत्रम् अग्रे पठामः. उपदायं कीदृशवर्णः? लघु इकार केवलम् लघु इक् वर्णः. उपदायां लघु इक् वर्णः इत्युक्ते पुनः इक् इत्युक्ते प्रत्याहारः, प्रत्याहारे इ उ लृ इति वर्णाः, पुनः गुणः भवति. परन्तु उपदायां कीदृशवर्णः इति चेत् लघु इक् वर्णः. तर्हि अत्र उपदा इति वारं वारं वदामः. एतावता उपदा नामका इति न पठितवन्तः. उपदा इत्युक्ते अत्र धातुः अस्ति, धातोः अन्ते यः वर्णः अस्ति तस्मात् पूर्वं यः वर्णः तदेव उपदा. इदानीं बुद्ध् इति धातुं इति स्वीकुर्मः चेत् किम्? नमस्कारः. अस्तु इदानीम् अत्र बुद्ध् इति धातुं स्वीकुर्मः चेत् बुद्ध् इति धातौ अन्ते धकारः अस्ति, धकारः. तस्मात् पूर्वं यः वर्णः कः वर्णः? उकारः. हा उकारः. उकारस्य नाम अस्ति उपदा इति नाम. अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य नामकरणमस्ति उपदा. अस्तु तर्हि उपदायां लघु इक् वर्णः इत्युक्ते ह्रस्व इक् वर्णः अस्ति चेत् तस्य गुणः भवति इति नियमः. एतावत्र नियमः एव वयम् इदानीं पर्यन्तं ज्ञातवन्तः गुणः कः इति. परन्तु तस्य कारणं किं, निमित्तं किं, किमर्थं गुणः तत्र भवति, तद् अग्रे अद्य पठिष्यामः. अस्माकं करपत्रात् अत्र पठामः. तस्मात् पूर्वम् अत्र विनयमहोदय स्मारयति वा सार्वधातुकम् इति संज्ञा, कस्य संज्ञा अस्ति सार्वधातुकसंज्ञा? सार्वधातुकसंज्ञा भवति न अत्र सार्वधातुकसंज्ञा इति अस्ति खलु, कस्य नामकरणं? केवलं नामकरणं, सार्वधातुकसंज्ञा केवलं नामकरणम् अस्ति. सत्यं नामकरणम् अस्ति. कस्य नामकरणम्? कस्य नामकरणम्? संख्यानामकरणम् नामकरणमस्ति. कस्यचित् नामकरणमस्ति खलु. यदि अत्र रामः इति वदामि चेत् कस्यचित् पुरुषस्य नाम अस्ति रामः. इदानीं सार्वधातुकम् इति कस्य नामकरणम्? सूत्रं किम् अत्र? चिन्ता नास्ति. अत्र पाण्डे महोदय स्मरयतु. आम् भगिनि, सूत्रमस्ति तिङ्क्षित् सार्वधातुकम्. एतेन सूत्रेण तिङ् तथा तिङ् प्रत्ययानां तिङ् प्रत्यय अहं वदामि अष्टादश प्रत्ययः सन्ति, तथा षित् प्रत्ययस्य अपि सार्वधातुकसंज्ञा भवति. सम्यक्, बहु समीचीनं. म्यूट् करोतु महोदय कृपया. सत्यम्, अत्र सूत्रमस्ति तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति. अस्माभिः गते सप्ताहे पठितमासीत् तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययः अथवा षित् प्रत्ययः तस्य सार्वधातुकसंज्ञा भवति. तर्हि प्रत्ययस्य नामकरणमस्ति सार्वधातुकं कीदृशप्रत्ययः कीदृशप्रत्ययस्य सार्वधातुकसंज्ञा इति चेत् यः प्रत्ययः तिङ् प्रत्ययः तिङ् प्रत्ययः यथा वयं पठति पठतः पठन्ति सर्वत्र अन्ते यः प्रत्ययः अस्ति पठति इत्यस्मिन् ति इति प्रत्ययः पठतः इत्यस्मिन् तः इति प्रत्ययः पठन्ति इत्यस्मिन् अन्ति इति प्रत्ययः इति आहत्य परस्मैपदी नवप्रत्ययाः आत्मनेपदी नवप्रत्ययाः एतेषां सर्वेषां प्रत्ययानां तिङ् इति संज्ञा अस्ति तादृशप्रत्ययानां तिङ् प्रत्ययानां सार्वधातुकसंज्ञा अस्ति एवमेव षित् इति चेत् शकारः इत् यस्य सः तादृशप्रत्ययः यस्य प्रत्ययस्य शकारस्य इत् संज्ञा भवति तादृशप्रत्ययस्यापि सार्वधातुकसंज्ञा अस्ति तर्हि आहत्य तिङ् प्रत्ययानां षित् प्रत्ययानां सार्वधातुकसंज्ञा अस्ति केवलं नामकरणमेव किमर्थम् एतादृशनामकरणम् इति चेत् अग्रे गत्वा यत्र कुत्रापि सार्वधातुकः इति सूत्रे आगच्छति चेत् वयम् अवगन्तुं शक्नुमः सार्वधातुकः इत्यनेन तिङ् प्रत्ययानां सङ्केतः अस्ति अपि च षित् प्रत्ययानां सङ्केतः अस्ति इति अवगन्तुं शक्नुमः अत्र लाघवार्थम् एतादृशनामकरणं यतोहि नो चेत् सर्वत्र पुनः पुनः तिङ् षित् सिङ् षित् इति सर्वं वक्तव्यं भवति इदानीं संज्ञा कृतं तस्य प्रत्ययस्य सार्वधातुकसंज्ञा कृतं तर्हि तेन एव उल्लेखं कर्तुं शक्नुमः सर्वत्र अतः एतादृशनामकरणम् अस्ति अपि च अस्माभिः अपि पठितं कस्य नामकरणमस्ति आर्धधातुकम् इति अत्र रमा शिवरामन् भगिनी वदतु ये दातवः सार्वधातुकदातवः नास्ति ते सर्वे आर्धधातुक दातवः सन्ति दातवः वा दातवः न इदानीं सार्वधातुकसंज्ञा कस्य संज्ञा अस्ति सार्वधातुकसंज्ञा धातूनां विषये वदन्ति प्रत्ययस्य खलु तिङ् इति प्रत्ययः तिङ् इति प्रत्ययः षित् इति प्रत्ययः तस्य सार्वधातुकसंज्ञा अस्ति इदानीम् आर्धधातुकसंज्ञा कस्य अस्ति सर्वे शेषः ये प्रत्यये सार्वधातुकं नास्ति ते प्रत्ययाः आर्धधातुकम् अस्ति सत्यं सत्यं ये प्रत्ययाः तिङ् अपि नास्ति षित् अपि नास्ति ये प्रत्ययाः तिङ् अपि न सन्ति षित् अपि न सन्ति ते प्रत्ययाः आर्धधातुकसंज्ञकाः तर्हि प्रत्ययस्य एव नामकरणम् अस्ति सार्वधातुकः आर्धधातुकः इति प्रत्ययस्य नामकरणं न तु धातुः अथवा अङ्गस्य अस्तु तर्हि अत्र यद् एतावता यद् अस्माभिः उक्तं तत् सर्वं सत्यमस्ति वा कोऽपि वदति वा एतावता अस्माभिः यत् उक्तं तिङ् प्रत्ययस्य सार्वधातुकसंज्ञा अस्ति षित् प्रत्ययस्य सार्वधातुकसंज्ञा अस्ति अन्ये प्रत्ययस्य अन्ये ये ये प्रत्ययाः सन्ति तेषाम् आर्धधातुकसंज्ञा भवन्ति इति सर्वम् उक्तं खलु तत् सर्वं सत्यमस्ति वा सत्यमिति मन्ये अन्य कोऽपि अस्ति भगिनि अस्ति तर्हि प्रातिपदिकेभ्य विधीयमानप्रत्ययः तस्यापि सार्वधातुकसंज्ञा भवति वार्धातुकसंज्ञा भवति वा हा तर्हि अत्र मुख्यविषयः कः इति चेत् धातुतः यः प्रत्ययः अस्ति धातुतः यः तिङ् प्रत्ययः अस्ति धातुतः यः षित् प्रत्ययः अस्ति तस्य सार्वधातुकसंज्ञा भवति एवमेव धातुतः यः अन्यप्रत्ययः अस्ति यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तस्य आर्धधातुकसंज्ञा भवति तर्हि धातुतः विधीयमानः प्रत्ययस्य एव एतादृशनामकरणम् इति मुख्यविषयः अस्ति यतोहि प्रातिपदिकेभ्यः विधीयमानः प्रत्ययः सुप्रत्ययः तस्य सार्वधातुकसंज्ञा नास्ति आर्धधातुकसंज्ञा अपि नास्ति स्पष्टं वा आं महोदय अस्तु अस्तु भगिनि सुप्रत्ययः किमर्थम् आर्धधातुकः नास्ति भवती वदतु इदानीं मया किम् उक्तं तिङ्क्षित् प्रत्ययौ स्तः चेत् सार्वधातुकः भवति. न न एकक्षणं, तिङ्क्षेत् प्रत्ययः अस्ति चेत् सार्वधातुकं भवति इति सम्पूर्णं नास्ति, सम्पूर्णकथा नास्ति. सम्पूर्णकथा का? तिङ्क्षेत् न स्तः चेत् अर्धधातुकः. तत् सत्यं भगिनि, परन्तु परन्तु भवती तु केवलं प्रत्ययस्य विषये चिन्तनं करोति. अहं किम् उक्तवती इदानीमेव भगिनी, अनुवृत्ति भगिनी, अनुवृत्तिसहितसूत्रं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकं वदति. अतः एव सत्यं, तदेव मुख्यविषयः अस्ति. धातुतः यः प्रत्ययः अस्ति, धातुतः विधीयमानः प्रत्ययः तिङ् अथवा षित् प्रत्ययः सार्वधातुकः. एवमेव धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति, सः प्रत्ययः आर्धधातुकः. तर्हि मूलविषयः कः? धातुतः विधीयमानः प्रत्ययः. तर्हि लता भगिनी वदतु, इदानीं सुप्रत्ययः किमर्थं तिङ् अपि नास्ति षित् अपि नास्ति अपि च नामपदे एव योजयन्ति, धातोः न, अतः प्रातिपदिके नामपदं नास्ति, प्रातिपदिके. अवगतं भगिनि, अस्तु अस्तु. तर्हि अत्र मीना भगिनी भवती पृच्छन्ती अस्ति यत् कुत्र पठामः. इदानीं न पठामः, चिन्तनं कुर्मः तावदेव. सम्यक् भगिनि. इदानीम् अधुना अत्र करपत्रात् पठामः. अत्र पुनः एकवारं पूर्णसूत्रार्थः अत्र उक्तः, तिङ्क्षित् सार्वधातुकम् इति आरभ्य पठामः. अत्र लता भगिनी पठतु. तिङ्क्षित् सार्वधातुकं तथा भगिनि ततः धातोः विहितः तिङ्क्षित् प्रत्ययः सार्वधातुकसंज्ञको भवति. षु इति यस्य सः षित् बहुव्रीहिः. तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रम्. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्. वदतु. धातोः सहित योजनं तिङ्क्षित् प्रत्ययः सार्वधातुका इति संज्ञका भवति. विवरणम् अस्ति, सूत्रस्य विवरणम् अत्र अस्ति. च इति यस्य सः षित्. क्षम्यतां, कस्यचित् गृहे बहु बहु ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. कस्य गृहे इति न जानामि, कृपया म्यूट् भगिनि. अस्तु वदतु. अत्र सूत्रस्य विवरणं दत्तमस्ति. ष इति तिङ्क्षित् पदस्य विवरणं, ष इति यस्य सः षित् बहुव्रीहिसमासः भवति. तिङ् पदस्य विवरणं, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. सूत्रस्य प्रथमपदं तिङ्क्षित् इति, तत्र षित् बहुव्रीहिसमासः, तिङ् प्लस् षित् समाहारद्वन्द्व समाहारद्वन्द्वसमासः भवति तिङ्क्षित् इति. सो तिङ्क्षित् प्रथमान्तं प्रथमाविभक्ते विभक्तौ अस्ति. तिङ्क्षित् पदः प्रथमाविभक्तौ अस्ति. सार्वधातुकं द्वितीयः पदः, सूत्रस्य द्वितीयः पदः अपि प्रथमान्तं. द्विपदमिदं सूत्रम्, अत्र सूत्रे द्विपद एव स्तः. द्विपदो ओर् द्विपदो नो पदं द्विपदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अत्र एतत् सूत्रं पूर्णं नास्ति किञ्चित् सार्वधातुकं पूर्ण अर्थः न अवगच्छामः वयम् अतः प्रत्ययः पदं देन् परश्च अन्यसूत्रे सूत्रतः प्रत्ययः परश्च धातोः त्रीणि पदानि अन्ये सूत्राणि आनीतव्यम् इत्येषाम् अधिकारः त्रीणि पदानि अधिकारसूत्रः भवति किं भगिनि सत्यं त्रीणि अपि अधिकारसूत्राणि अधिकारसूत्र अनुवृत्तिसहितसूत्रं भवति अन्त्ये पूर्ण अर्थ धातोः परश्च तिंक्षित् प्रत्ययः सार्वधातुकम् सूत्रे तिंक्षित् सार्वधातुकं द्विपदम् एव स्तः परन्तु अत्र धातोः परश्च एण्ड् परश्च प्रत्ययः धातोः त्रीणि नव नूतनपदानि अपि अत्र योजयामः देन् इट् गिव्स् पूर्ण अर्थः सत्यं सत्यं समीचीनं भगिनि अत्र सूत्रमस्ति तिंशित् सार्वधातुकम् इति सूत्रमस्ति कृपया म्यूट् करोतु भगिनि धन्यवादः तिंशित् सार्वधातुकम् इति सूत्रमस्ति अत्र कीदृशसूत्रमस्ति वसन्ति भगिनि वदतु वसन्ति भगिनि कीदृशसूत्रमस्ति कीदृशसूत्र अनेन सूत्रेण किं विधीयते अनेन सूत्रे किं भवति अत्र षड्विधसूत्राणि सन्ति इति पठितवन्तः खलु संज्ञासूत्रं विधिसूत्रम् अधिकारसूत्रं संज्ञासूत्रं यतोहि अतः संज्ञासूत्रम् इति सत्यं तिंक्षित् सार्वधातुकम् इति संज्ञासूत्रं यतोहि अनेन नामकरणं क्रियते केवलं नामकरणमेव क्रियते कस्य नामकरणम् इति चेत् प्रत्ययस्य नामकरणं कीदृशप्रत्ययस्य इति चेत् तिंक्षित् प्रत्ययस्य सार्वधातुकसंज्ञा इति नामकरणं क्रियते पुनः कीदृशः इति चेत् धातोः परः यः प्रत्ययः अस्ति तस्य नामकरणं तिंक्षित् सार्वधातुकम् अतः अनुवृत्तिसहितसूत्रं पश्यामः चेत् धातोः परश्च तिंक्षित् प्रत्ययः सार्वधातुकं धातोः इति पञ्चम्यन्तम् अस्ति धातोः परे यः प्रत्ययः धातोः परे यः प्रत्ययः कीदृशप्रत्ययः तिङ् अथवा षित् इति प्रत्ययः तस्य संज्ञा भवति सार्वधातुकम् इति संज्ञा भवति तर्हि प्रत्ययः इति पदं विशेष्यम् अस्ति तिङ्षित् इति विशेषणम् अस्ति पुनः सार्वधातुकम् इति अपि विशेषणम् अस्ति तर्हि प्रत्ययः कीदृशः तिङ् अथवा षित् प्रत्ययः तस्य सार्वधातुकम् इति संज्ञा भवति इति सूत्रस्य अर्थः तर्हि अत्र मुख्यविषयः कः इति चेत् धातोः परे यः प्रत्ययः अस्ति इति मुख्यविषयः तर्हि इदानीम् अत्र का वदति अत्र रामनाथन् महोदय वदति वा इदानीं तव्यत् इति प्रत्ययः अस्ति पठितव्यम् इति रूपं वयं जानीमः पठितव्यम् इति रूपे तव्यत् इति प्रत्ययः कीदृशप्रत्ययः कृत् प्रत्ययः अस्ति हा कृत् प्रत्ययः अस्ति तस्य संज्ञा अस्ति वा किमपि नास्ति तिंक्षित् नास्ति तिंक्षित् नास्ति तर्हि सार्वधातुकः नास्ति तर्हि विद्यर्थक न न तस्य संज्ञक आर्धातुकं वा सार्धातुकं वा संज्ञा अस्ति वा तस्य तस्य तदेव प्रश्नः आर्धातुकः कथं ज्ञातवान् तिंषित् तव्यत् प्रत्ययः तिंषित् प्रत्ययः नास्ति प्रथमम् अनन्तरं तव्यत् प्रत्ययः धातोः एव वयं योजयामः तथैव यत् यः प्रत्ययः तिंषित् प्रत्ययः नास्ति अनन्तरं यः प्रत्ययः धातोः वयं योजयामः तत् सः प्रत्ययः आर्धधातुकप्रत्ययः इति अस्ति सत्यं सत्यं बहु समीचीनं सम्यक् महोदय तर्हि तव्यत् तव्यत् प्रत्ययः तव्यत् प्रत्ययः तिंषित् नास्ति तव्यत् प्रत्ययः सर्वदा धातुभ्यः एव विधीयते पट् इति धातुतः तव्यत् प्रत्ययं योजयामः पठितव्यम् इति रूपं निष्पन्नम् एवमेव खाद् इति धातुतः तव्यत् प्रत्ययं योजयामः चेत् खादितव्यम् इति रूपं निष्पन्नं सर्वत्र पश्यामः चेत् धातुतः एव विधीयते तव्यत् प्रत्ययः तव्यत् प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति अतः आर्धधातुकसंज्ञकः इति अवगन्तुं शक्नुमः इदानीम् अत्र शानज् प्रत्ययः अत्र मीना भगिनी वदतु शानज् प्रत्ययः शानज् प्रत्ययः अत्र तस्य कीदृशसंज्ञा अस्ति शानज् प्रत्ययः गमनीयं गमनः आर्धधातुकम् आर्धधातुकम् शानज् प्रत्ययः आर्धधातुकः वा प्रत्ययः अस्ति कथं सार्वधातुकं षित् अस्ति शानज् इति षित् अस्ति सत्यं शानज् इति षित् अस्ति शानज् इति प्रत्यये शकारस्य इत्संज्ञा भवति तर्हि तत्र शकारस्य इत्संज्ञा भवति चकारस्य अपि इत्संज्ञा भवति शानज् इत्यस्मिन् आन इति अवशिष्यते तर्हि वन्द् इति धातुः अस्ति चेत् वन्दमान इति रूपं वन्दमान वन्दमान इति रूपं तर्हि वन्द् इति धातुतः विधीयते शानज् प्रत्ययः शानज् प्रत्यये शकारस्य संज्ञा अस्ति इति कृत्वा शानज् प्रत्ययः सार्वधातुकप्रत्ययः इति अवगन्तुं शक्नुमः अत्र महादेवन् महोदय वदतु शत्रुप्रत्ययः भगिनी भगिनी वन् डौट् भूधातोः तव्यत् प्रत्यये योजिते योजनं करोति चेत् भवितव्यम् आगच्छति न कथम् आगच्छति भू कथं भव भवति भूधातुतः अत्र प्रक्रिया अस्ति भगिनि भूधातुतः गुणः गुणः भवति चेत् भो भवति तदनन्तरं भो तत्र इडागमः अपि अस्ति भूधातुतः इडागमः भवति इडागमः भूत्वा तत्र एचोय वायावः इति सन्धिं कृत्वा भव इति भवति भव् भव्योगः इतव्य भवितव्य इति इदानीम् अस्माकं विषयः नास्ति परन्तु अग्रे गत्वा प्रक्रिया कथं भवति इति पठिष्यामः क्रमेण पठिष्यामः अस्तु अस्तु भगिनि हा तत्र इडागमः अस्ति आर्धधातुकप्रक्रियायां कुत्रचित् इडागमः भवति कुत्रचित् इडागमः न भवति तस्य ज्ञानम् आवश्यकं प्रक्रियायां रूपसाधनार्थं तर्हि भूधातुतः इडागमः अस्ति इति जानीमः अतः पठितव्यम् इति रूपं निष्पन्नं न भवितव्यम् इति रूपं निष्पन्नं खलु अस्तु अस्तु अत्र शत्रुप्रत्ययः महादेवन् महोदय वदतु शत्रुप्रत्ययः पठति पठन्ति पठन्ति तत्र पठन् अस्ति किल पठन् पठत् पठत् मूलरूपं पठन् शत्रुप्रत्ययः तर्हि शत्रुप्रत्ययः कीदृशप्रत्ययः शत्रुप्रत्ययः सार्वधातुकप्रत्ययः कथं ज्ञातवान् तत्र शकार षित् अस्ति तस्य लोपः भवति अतः तत् षित् अस्ति किल अतः सार्वधातुकसंज्ञा सत्यं सत्यं समीचीनं शत्रुप्रत्यये शकारस्य इत् संज्ञा अस्ति केन सूत्रेण? तिंशित् सार्वधातुकम् इति सूत्रेण. एवं वा, शकारस्य इत् संज्ञा तिंशित् सार्वधातुकम् इत्यनेन वा? शकारस्य लषक्वतद्धिते आत् सात् लषक्वतद्धिते इति सूत्रेण तस्य षकारः तत् युत्संज्ञा भवति, तस्य लोपः अपि भवति, अतः तत् षित् भवति, षित् संज्ञा भवति. सत्यं, षकारस्य प्रत्ययस्य आदौ षकारः अस्ति इति कृत्वा लषक्वतद्धिते इति सूत्रेण षकारस्य इत्संज्ञा. अनन्तरं तत्र अन्ते ऋकारः अस्ति, ऋकारः अनुनासिकः अस्ति, शत्रुप्रत्यये ऋकारः अनुनासिकः, तस्य इत्संज्ञा केन सूत्रेण? मूलरूपमस्ति किल, ऋकारः अनुनासिकः अस्ति, तस्य इत्संज्ञा केन सूत्रेण भवति? उपदेशे जननासिक इत्यनेन तस्य इत्संज्ञा भवति, अतः अत् इति अवशिष्यते, अत् इति अवशिष्यते. तर्हि शत्रुप्रत्ययः शकारस्य इत्संज्ञा भवति शत्रुप्रत्यये, ऋकारस्य इत्संज्ञा भवति उपदेशे जननासिक इत् इत्यनेन, तर्हि आहत्य अत् इति अवशिष्यते. इदानीं शत्रुप्रत्ययः षित् अस्ति इति कृत्वा सार्वधातुकसंज्ञकः भवति तदपि, यतोहि तिंशित् सार्वधातुकम् इति सूत्रेण. अस्तु, तर्हि अग्रे अत्र सूर्यकुमारी भगिनी पठति वा अग्रे. शप्रत्यये शकार पकारयोः लोपः उकारः एव अवशिष्यते, अकारः एव अवशिष्यते, अकारः एव अवशिष्यते. शकारः लोपः लषक् तद्धिते चकारलोपः, पकारलोपः हलन्त्यं सूत्रेण अकारः एव अवशिष्यते. शकारस्य इत्संज्ञा लोपस्य इत्युक्तं पकारस्य हल्यन्तम् इति सूत्रेण इत्संज्ञा तस्य लोपः, इत्यनेन इत् संज्ञकस्य पकारस्य लोपः. अग्रे भू योगः सप् योगः थि लसक् चक्तिते हल्यन्तं तस्य लोपः त्रीणि सूत्रेण इति सूत्रैः चकारपकारयोः लोपः भू योगः आ योगः थि अत्र आतु सप् आसीत्, अधुना केवलम् आ दृश्यते, तथापि चकारपकारयोः प्रभावः अस्ति एव, अकारः शपः प्रतिनिधिः. वदतु तावत्. शप्रत्यये चकारपकारलोपः अस्ति, अकार एव अवशिष्यते. चकारपकारलोप इति त्रीणि सूत्रेण अपगच्छति. लसक्षते चकारलोपः, हल्यन्तं सूत्रेण पकारलोपः, तस्य लोपः सूत्रेण चकारपकारलोपः भवति. एकक्षणं, भवती उक्तवती लषक्वदधिते इत्यनेन शकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः, तर्हि तस्य लोपः इति सूत्रस्य का आवश्यकता? तस्य लोपः अधिकारसूत्रः, तस्य लोपः इति अधिकारसूत्रं वा? न न न, लषक्वतदिते इति सूत्रेण किं भवति शकारस्य? लषक्वदधिते इति सूत्रेण शकारस्य इत्संज्ञा भवति, हलन्त्यम् इत्यनेन पकारस्य इच् संज्ञा भवति, तदनन्तरं लोपः भवति, तस्य लोपः इति विधिसूत्रम् अस्ति. तेन सूत्रेण इत्संज्ञकवर्णानां लोपः सर्वत्र येन केनापि सूत्रेण इत्संज्ञा भवितुम् अर्हति, परन्तु तस्य लोपः इति एकेन सूत्रेण सर्वत्र इत्संज्ञकवर्णानां लोपः भवति. खलु अत्र अत्र भूयोगः शप् योगः ति इति अस्ति. भगिनी म्यूट् करोतु. अत्र कस्यचित् गृहे बहु ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. मीना भगिनी कृपया म्यूट् करोतु भगिनि. अस्तु. भूयोगः आयोगः तियोगः आ एव स्थितः, आ तु सेप् आसीत्, केवलम् आ दृश्यते तदपि आ सेप् प्रतिनिधिः, अतः सा पकारः अस्ति, आ एव स्थितः, तदपि सकारपकारः अस्ति. हा तर्हि अत्र क्रमेण पश्यामः. अत्र अस्माकम् उदाहरणं किम् इति चेत् भू इति धातुः अस्ति, भूधातुतः तिङ् प्रत्ययः विधीयते. तर्हि अत्र लट्लकारस्य रूपस्य साधनार्थं भूयोगः ति इति अस्ति, तत्र मध्ये शप् इति विकरणप्रत्ययः आगच्छति. इदानीम् अस्माकं प्रथमं कार्यं किं, यदा कदापि रूपसाधनार्थं वयं प्रयत्नं कुर्मः तत्र प्रथमं कार्यम् इत्संज्ञकवर्णानां लोपः एव प्रथमं कार्यं. तर्हि भूयोगः शप् योगः ति, तर्हि भू इति धातौ इत्संज्ञकवर्णः अस्ति वा? भूधातौ भूधातौ इत्संज्ञा भूधातौ न, हा भूधातौ इत्संज्ञकवर्णः कोऽपि वर्णः नास्ति. शप् तर्हि भू इति एव तिष्ठति, भू इति एव तिष्ठति. तदनन्तरं शप् इति प्रत्ययः, हा शप् इति प्रत्यये शकारस्य इत्संज्ञा भवति लशक्वतदिते इति सूत्रेण, पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, तयोः वर्णयोः लोपः भवति तस्य लोपः इति सूत्रेण. तर्हि अकारः अवशिष्यते. इदानीं भूयोगः अयोगः तिप् इति अस्ति, तिप् इति प्रत्यये तत्र पकारस्य इत्संज्ञा अस्ति हलन्त्यम् इति सूत्रेण, यतोहि मूलप्रत्ययः अस्ति तिप् इति, अत्र तिप् तस् झि इति अस्ति रूप प्रत्ययः. तर्हि तिप् इति प्रत्ययः पकारः अस्ति, तस्य लोपं कृत्वा ति इति अवशिष्यते. तर्हि निर् अनुबन्धरूपम् इत्युक्ते इत्संज्ञकवर्णानां लोपानन्तरं किम् अवशिष्यते इति चेत् भूयोगः अयोगः ति इति अवशिष्यते. तर्हि इदानीं मध्ये अ इति श्रूयते अकारः, अत्र भवति इति रूपमस्ति वयं जानीमः. तर्हि भूयोगः अयोगः ति मध्ये यः विकरणप्रत्ययः अस्ति अकारः, सः प्रत्ययः मूले शप् आसीत्, मूले शप् आसीत्, इत्संज्ञकवर्णानां लोपानन्तरम् अकारः एव दृश्यते. तथापि तत्र शकारपकारयोः प्रभावः तिष्ठति. किमर्थं पाणिनिः इत्संज्ञकवर्णानां योजनं कृतवान्? यतोहि तेषां प्रयोजनम् अस्ति एव इति अस्माभिः पूर्वस्मिन् पाठे पठितमासीत्, इत्संज्ञकवर्णानां प्रयोजनम् अस्ति एव. तर्हि प्रयोजनं किम् अत्र? अत्र शकारस्य प्रयोजनं किम्? अत्र विजयलक्ष्मी भगिनी वदतु. शकारस्य कारणे एव गुणः भवति. हा शकारस्य, हा तदस्ति, परन्तु शकारस्य अत्र शकारस्य इदानीं यद्वयं पठितम् अस्मिन् करपत्रे शकारस्य अत्र शकारस्य कारणेन किं भवति? शकारस्य इत्संज्ञा भवति, तर्हि सः प्रत्ययः इदानीं षित् अस्ति. आम् आम् आम्, तेन षित् सार्वधातुकम् इति जानीमः. षित् अस्ति इति कृत्वा सार्वधातुकसंज्ञा भवति तत्र भवति. तर्हि हा तर्हि इदानीं तदेव तत्र प्रभावः, एकः प्रभावः तस्य सार्वधातुकसंज्ञा भवति. अग्रे पठामः कथं सार्वधातुकसंज्ञा इत्यनेन गुणः कथं भवति इति अग्रे सूत्रं पठामः. परन्तु शप् इति प्रत्ययः शकारस्य इत्संज्ञा अस्ति, षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा भवति. तर्हि शप् प्रत्ययः सार्वधातुकसंज्ञकः, यतोहि धातुतः अस्ति. भू इति धातुतः शप् प्रत्ययः अस्ति, धातुभ्यः विद्यमानः अस्ति शप्, अपि च शकारस्य इत्संज्ञा अस्ति, अतः शप् प्रत्ययः सार्वधातुकसंज्ञकः इति वक्तुं शक्नुमः. शप् प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, खलु? आम् आम्. हा अस्तु, समीचीनम्. अग्रे भवती एव पठतु भगिनी. अहं किञ्चित् विलम्बेन आगतवती, कुतः आरम्भं करणीयम्? अत्र तिंशत् सार्वधातुकम् इति सूत्रमस्ति खलु, ततः अग्रे चतुर्थः बिन्दुः. चतुर्थः तिंशत् सार्वधातुकम् अस्तु. भूधातुतः अजन्तः, ततः भूधातुः अजन्तः, चतुर्थः बिन्दुः, पश्यति वा? भूधातुः अजन्तः स्वरान्तः धातुः, नाम अन्तिमवर्णः स्वरः इति. अच् प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः, अतः अच् इति कश्चन संक्षेपः स्वराणां कृते. तथा हि अपरः प्रत्याहारः इक्, इ ई उ ऋ ऋ इत्येषां प्रत्याहारः इक् इति उच्यते. भूधातोः अन्तिमवर्णः ऊकारः, अतः भूधातुः इगन्तः धातुः, इक् अन्ते यस्य सः इगन्तः. अग्रे यस्य धातोः अन्तिमवर्णः इ ई उ ऊ ऋ ऋ ऋ वा सः धातुः इगन्तः, इगन्तधातुः इति नामकरणं. भूधातुः अत्र अजन्तः धातुः, नाम अन्तिमवर्णः स्वरः इति. यस्य धातोः अन्ते अच् वर्णः भवति तद् अजन्त इति तस्य नामकरणं भवति. तत्कारणं भूधातुः अजन्तः धातु नाम. अतः अच् इति कश्चन संक्षेपः स्वराणां कृते. हा अच् इति प्रत्याहारः इति, यथा इक् इक् इति प्रत्याहारः, प्रत्याहारं मध्ये इ ई उ ऊ ऋ ऋ ऋ इत्येतेषां वर्णानां प्रेजेन्स् भवति, तत्कारणं तस्य नाम भवति इक् इति. तद्वदेव भूधातोः ऊकारः, दीर्घ ऊकारः अस्ति, ऊकारः भूधातोः अन्तिमवर्णः ऊकारः, अन्तिमवर्णः इक् इति प्रत्याहारे अस्ति, तत्कारणं भूधातु भूधातोः नामकरणः भवति इगन्तः धातु इति. इगन्तः इत्युक्ते यस्य धातोः अन्तिमवर्णः इक् इति प्रत्याहारस्य धातुः भवति, तस्य नाम भवति इगन्तः इति. अग्रे पठामः वा? हा यस्य धातुः तद् हा एकवारं सम्यक् भगिनि, धन्यवादः. अस्तु, अत्र सर्वत्र वयं व्याकरणे सर्वत्र वयं पश्यामः अजन्तधातुः, हलन्तधातुः इति पश्यामः, अथवा अजादिः धातुः, अजादिः, हलादिः इति पश्यामः. तर्हि तत्र तस्य अर्थः कः अजन्तः इति चेत् अच् अन्ते यस्य सः. अच् इति वयं जानीमः, अच् इति प्रत्याहारः अस्ति. अच् प्रत्याहारे के के वर्णाः राहुल् महोदय? सर्वे स्वराः, सर्वे स्वराः. हा सर्वे स्वराः, अच् प्रत्याहारे सर्वे स्वराः सन्ति. तर्हि अजन्तः इति वदामः चेत् अच् प्रत्याहारस्य कश्चन वर्णः यस्य अन्ते अस्ति तस्य नामकरणम् अजन्तः. तर्हि अजन्तः धातुः इति वदामः चेत् धातोः अन्ते अच् प्रत्याहारस्य वर्णः, इत्युक्ते स्वराः अन्ते सन्ति चेत् अजन्तः इति वदामः. हलन्तः इति वदामः चेत् हल् वर्णः यस्य अन्ते अस्ति इति चेत् धातोः अन्ते हल् वर्णः अस्ति चेत् हलन्तः इति वदामः. यदि धातोः आदौ अच् वर्णः अस्ति चेत् अजादिः इति वदामः. अच् आदौ यस्य सः अजादिः इति वदामः. हल् हल् आदौ यस्य सः हलादिः इति वदामः. इति सर्वत्र वयं पश्यामः हलादिप्रत्ययः, अजादिप्रत्ययः, अजन्तधातुः, हलन्तधातुः इति सर्वत्र वयं पश्यामः. तस्य अर्थः कः इति इदानीं दृष्टवन्तः. अच्वर्णः अन्ते अस्ति चेत् अजन्तः, हल् वर्णः अन्ते अस्ति चेत् हलन्तः, अच्वर्णः आदौ अस्ति चेत् अजादिः, हल् वर्णः आदौ अस्ति चेत् हलादिः इति सर्वत्र पश्यामः. तर्हि अत्र भू इति धातोः परिस्थितिः का इति चेत् भू इति धातुः धातोः अन्ते अच्वर्णः अस्ति, दीर्घ ऊकारः भू इति अस्ति. तर्हि ऊकारः अच्वर्णः, अतः अजन्तधातुः इति वदामः. भूधातुः अजन्तधातुः. अपि च सर्वत्र वयं पश्यामः इगन्तधातुः इति सर्वत्र वदामः. इगन्तधातुः भूधातुः अजन्तः अस्ति, इगन्तः अपि अस्ति. कथम् अजन्तः अस्ति इति जानीमः, यतोहि उकारः अन्ते अस्ति. इगन्तः इत्यस्य अर्थः कः? इक् अन्ते यस्य सः इगन्तः इति चेत् इक् प्रत्याहारः, इक् प्रत्याहारस्य कश्चन वर्णः अन्ते अस्ति चेत् सः इगन्तः. इदानीं भूधातुः इगन्तः. किमर्थम् इगन्तः? यतोहि दीर्घ ऊकारः इक् वर्णः अस्ति, इक् प्रत्याहारे अस्ति, अतः इगन्तः. इदानीं भूधातुः अजन्तः अपि अस्ति, इगन्तः अपि अस्ति. तर्हि इगन्तः इत्यस्य महत्त्वं किम् इति चेत् यत्र यत्र इगन्तधातुः अस्ति तत्र गुणकार्यं भवति वा इति द्रष्टव्यं. यतोहि वयं जानीमः खलु इक् प्रत्याहारस्य वर्णः धातोः अन्ते अस्ति चेत् गुणः भवति इति जानीमः. तर्हि इगन्तधातुः, इगन्तधातुः अस्ति चेत् गुणः भवति वा इति द्रष्टव्यम्. अस्तु, स्पष्टं वा सर्वेषां कृते? भगिनि, पा धातुः इगन्तः न किल? पा धातुः इगन्तः न, अजन्तः. तथापि पा पिबति भवति किल? तद् भिन्नविषयः अस्ति. तत्र आदेशः, किमपि आदेशः भवति, तत्र गुणः नास्ति. अवगतम्. अस्तु, तर्हि अग्रे अग्रे कः पठति? अत्र सुमन् भगिनी पठति वा अग्रे? आं भगिनि, पठामि. क्षम्यतां. पञ्चमबिन्दुः, पञ्चम जानामि, किञ्चित् अधः गतवती करपत्रे. अस्तु, पञ्चमबिन्दुः अस्ति भू योग अ योग ति. यत्र इत् इत् संज्ञा कृत्वा लोपः साधयते तत्र तस्य लोपः जातः. सः सः इत् संज्ञावान् इत् संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति. कुत्र तिष्ठति? बहुव्रीहिसमासेन यस्य इत् संज्ञकः वर्णः तस्मिन् तस्मिन् प्रभावः. यथा शप्रत्यये शकारपकारयोः इत् संज्ञा कृत्वा लोपः इत्संज्ञवान् शकारः यस्य सः प्रत्ययस्य इत् संज्ञवान् शकारः, अतः शप् प्रत्यय षित्, शप् षित् अतः तिङ्षित् सार्वधातुकम् इत्यनेन शप् प्रत्यय सार्वधातुक संज्ञकः. एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति. सार्वधातुक आर्धधातुक तावत् वदतु भगिनि. अस्तु, अत्र किम् अस्ति इत्युक्ते वयं पूर्वमपि चर्चा कृतवन्तः. अत्र शक् प्रत्यय अस्ति, तत्र शकार इत् अस्ति, अतः षित् भवति. षित् भवति अतः तिङ्षित् सार्वधातुकं सूत्रेण तस्य सार्वधातुक प्रत्यय इति संज्ञा अपि भवति. सत्यं. तर्हि यस्य प्रत्ययस्य यस्मिन् प्रत्यये इत्संज्ञकवर्णः अस्ति सः प्रत्ययः इत्संज्ञावान् इति मतुप्रत्ययान्तशब्दः. इत्संज्ञावान् मतुप्रत्ययान्तशब्दस्य अर्थः कः? तत्र किमपि गुण अस्ति. न न, मतुप्रत्ययः संज्ञावान् संज्ञावान् इति वदामः खलु, तत्र संज्ञावान् इत्यस्य अर्थः कः? अहं चिन्तयामि यत्र संज्ञा अस्ति तत् संज्ञावान्. अस्य अस्ति, अस्य अस्मिन् वा इति अर्थः. मतुप्रत्ययस्य अस्य अस्मिन् वा इत्युक्ते इत्संज्ञा अस्य अस्ति अथवा अस्मिन् अस्ति इति इत्संज्ञावान्. तर्हि शप् इति प्रत्ययः इत्संज्ञवान् अस्ति, यतोहि अस्य इत्संज्ञा अस्ति. शकारस्य इत्संज्ञा, पकारस्य इत्संज्ञा अस्ति, अथवा शप् इति प्रत्यये इत्संज्ञा अस्ति. अतः शप् प्रत्ययः इत्संज्ञावान् इति वदामः खलु. हा, तर्हि शप् प्रत्ययः इत्संज्ञावान् अपि अस्ति, सार्वधातुकसंज्ञावान् अपि अस्ति. यतोहि सार्वधातुकम् इति संज्ञा भवति शप् प्रत्ययस्य, शकारस्य इत्संज्ञा इति कृत्वा षित् इति कृत्वा सार्वधातुकसंज्ञा भवति. अधुना अत्र गुणकार्यम् इति सर्वदा वदामः. धातोः अन्ते इक् वर्णः अस्ति चेत् गुणकार्यं भवति इति एतावता वयं वदन्तः स्मः. तर्हि गुणकार्यं कथं भवति, केन सूत्रेण भवति इति अधुना पठामः. अत्र सार्वधातुकार्धधातुकयोः इति सूत्रमस्ति. तस्मात् पूर्वम् अत्र अष्टाध्यायी इति पुस्तकम् उद्घाटयन्तु सर्वे. अष्टाध्यायी इति पुस्तकम्, अष्टाध्यायी सूत्रपाठः इति पुस्तकम् उद्घाटयन्तु. तत्र पृष्ठसङ्ख्या अस्ति 126 126. पश्यति वा? अत्र द्वाशीतितमं सूत्रं, द्वाशीतितमं सूत्रम् अत्र कः पठति? ललिता भगिनी पश्यति वा? हा, ललिता भगिनी पश्यति वा? आं भगिनि. हा, पठतु. 126 ओतः शयनी, न अत्र द्वाशीतितमं सूत्रम्, 82 सूत्रात् 82 मिदेर्गुणः. अनन्तरं मिदेर्गुणः जुसि च सार्वधातुक आर्धधातुकयोः. अनन्तरं जाग्रोविच्छिन्नलिङ्गत्सु पुगन्तलघुपदस्य च नाभ्यस्तस्याचि पिति सार्वधातुके भूसुवोस् तिङि. तर्हि अत्र किमर्थं वयम् अत्र पठामः इति चेत् वयं पश्यामः, अत्र गुणसम्बद्धसूत्राणि सन्ति. गुणसम्बद्धसूत्राणि अत्र सन्ति. मिदेर्गुणः इति गुणसम्बन्धसूत्रं, मिद् इति धातुतः गुणः भवति. अनन्तरं जुसि च इति अपि गुणसम्बन्धसूत्रं. सार्वधातुकार्धधातुकयोः इति अपि गुणविधायकं सूत्रं. जाग्रोविच्छिन्नल् मित्सु इति अपि गुणसम्बन्धसूत्रं. सर्वत्र गुणसम्बन्धसूत्राणि एकत्र सन्ति. अत्र पश्यामः चेत् अत्र सप्तमाध्यायस्य तृतीयपादे चतुर्थ तृतीयभगिनी तृतीयपादे अत्र गुणसम्बद्धसूत्राणि सर्वाणि सूत्राणि एकत्र सन्ति. अस्माकं वयम् अद्य किं पठामः इति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रं पठामः. तदनन्तरं प्रायः अग्रिमसप्ताहे पुगन्तलघुपदस्य च इति सूत्रमस्ति अत्र षड् अशीतितमं सूत्रं. कियत्पर्यन्तं गुणः इति वा गुणः तत्र गुणः भूस्तुवस्तिङ्गि इति गुणः अस्ति. तदनन्तरं उतौ वृद्धोर्लुक्कि हलि इति वृद्धिः अस्ति. तर्हि गुणः वृद्धिः सर्वं मिलित्वा अस्ति तत्र गुणवृद्धिसम्बद्धसूत्राणि. अस्तु तर्हि अत्र अदेङ्गुणः अस्ति न अत्र नास्ति खलु आद्गुणः इति सन्धिकार्यमस्ति. अतः अत्र नास्ति अङ्गकार्यम् अतः नास्ति अत्र. अदेङ्गुणः इति संज्ञासूत्रमस्ति. तत्तु प्रथमाध्याये द्वितीयसूत्रमस्ति. वृद्धिरेचि आद्गुणः अदेङ्गुणः इति द्वितीयं सूत्रं संज्ञासूत्रमस्ति. अत्र गुण अङ्गं वा अङ्गकार्यम् अङ्गसम्बद्धकार्यम् षष्टाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य आपर्यन्तं गुण अङ्गकार्यं भवति अङ्गकार्याणि भवन्ति. षष्टाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तं अङ्गकार्याणि भवन्ति. अङ्गकार्याणि अङ्गम् इत्युक्ते किं भगिनी वदतु. प्रत्ययात् पूर्वं यः भागः तद् अङ्गम् इति भवति. सत्यं सप्ताहे उक्तवती. सत्यं तर्हि अङ्गे यत् कार्यं भवति तद् अङ्गकार्यं. तर्हि अत्र यानि सूत्राणि सन्ति तानि सर्वाणि अङ्गसम्बद्धसूत्राणि. अस्तु तर्हि अधुना अत्र पठति अत्र वेङ्कटामन् महोदय. भवान् एव पठतु सार्वधात् कार्धधातुकयोः इति सूत्रम्. आं भगिनि. सार्वधातुक आर्धधातुकयोः अस्य सूत्रस्य अर्थः एवम्. इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति. अग्रे पठामः. हा प्रथमम् एतद् वदतु अत्र सरलरूपेण उक्तमस्ति गुणकार्यं कथं भवति इति तद् वदतु. सार्वधातुक आर्धधातुकयोः अनेन सूत्रेण गुणकार्यं कथं भवति इति अत्र दत्तमस्ति. इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् इगन्तधातोः इत्युक्ते वयं पूर्वमेव दृष्टवन्तः यस्य धातोः अन्ते इक् प्रत्याहारस्य अन्तर्भूतवर्णाः वर्णः अस्ति चेत् सः धातुः इगन्तधातुः इति वयं दृष्टवन्तः. सार्वधातुक इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः सार्वधातुकः वयं दृष्टवन्तः. सार्वधातुकः प्रत्ययः के इति क्षिप् तिङ् क्षिप् इति सार्वधातुकम् अनेन सूत्रेण तिङ् प्रत्ययः वा षप् प्रत्ययः वा यदा वयं धातोः अनन्तरं योजयामः ते सर्वे सार्वधातुकः प्रत्ययः इति वयं दृष्टवन्तः. आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः कः इत्युक्ते शिम् यत्र तिङ्क्षित् प्रत्ययः नास्ति अनन्तरं द्वितीयं नियममस्ति यः प्रत्ययः धातोः वयं योजयामः ते सर्वे आर्धधातुकप्रत्ययाः इति वयं दृष्टवन्तः तर्हि इगन्तस्य अङ्कस्य इगन्तस्य अङ्गस्य इक्वर्णस्य गुणः भवति इगन्तस्य अङ्गस्य इगन्तस्य अङ्गस्य विशेषणविशेष्यमस्ति अत्र इगन्त धातोः अङ्गस्य अङ्गस्य इक्वर्णस्य गुणः भवति एतत् अहम् अवगन्तुं न शक्नोमि भगिनि अस्तु अस्तु महोदय अहं वदामि अत्र किञ्चित् म्यूट् करोतु महोदय अत्र सामान्य अर्थः कः इति चेत् अत्र यथा महोदयेन उक्तम् इगन्तधातुः इति चेत् यस्य अन्ते इक् प्रत्याहारस्य वर्णः अस्ति तादृशधातुः यथा अत्र भू इति धातुः तस्य अन्ते इक् प्रत्याहारस्य वर्णः अस्ति अथवा जी इति धातुः अन्ते इकारः इक् प्रत्याहारस्य वर्णः अस्ति इगन्तधातुः अस्ति तस्य अनन्तरं कीदृशप्रत्ययः इति चेत् सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः वयं जानीमः सार्वधातुकप्रत्ययः इत्यनेन यः प्रत्ययः तिङ् अस्ति अथवा यः प्रत्ययः षित् अस्ति तादृशप्रत्ययः यत्र षकारस्य इत्संज्ञा अस्ति तादृशप्रत्ययः सार्वधातुकप्रत्ययः परः अस्ति अथवा आर्धधातुकप्रत्ययः यः प्रत्ययः अत्र गीता भगिनी कृपया म्यूट् करोतु भगिनि इगन्तधातुतः यः प्रत्ययः सार्वधातुकः अथवा तिङ् अथवा षित् प्रत्ययः नो चेत् आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः इत्युक्ते तादृशप्रत्ययः यः तिङ् अपि नास्ति षित् अपि नास्ति तादृशप्रत्ययः परः अस्ति चेत् यथा अत्र भूयोगः शप् इति प्रत्ययः भूयोगः शप् योगः ति तत्र शप् इति प्रत्ययः षित् अस्ति अतः सार्वधातुकप्रत्ययः अस्ति तर्हि धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति अतः भूधातुः इगन्तधातुः अस्ति अतः तत्र गुणकार्यं सम्भवति यतोहि निमित्तमस्ति सार्वधातुकप्रत्ययः नो चेत् अत्र भूधातुतः तव्यत् प्रत्ययः आर्धधातुकप्रत्ययः यतोहि तव्यत् इति प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति अतः आर्धधातुकप्रत्ययः तादृशप्रत्ययं निमित्तीकृत्य अपि भूधातौ गुणकार्यं सम्भवति यतोहि निमित्तमस्ति प्रत्ययः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः तर्हि इदानीम् इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति इति दत्तमस्ति इगन्तस्य अङ्गस्य इति सम्यक् अङ्गस्य इत्यस्य विशेषणमस्ति इगन्तस्य अङ्गस्य इत्युक्ते तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इगन्तम् इति चेत् अङ्गस्य अन्ते इक् वर्णः अस्ति तर्हि इगन्तम् अङ्गं तादृश इगन्तस्य अङ्गस्य यः इक् वर्णः अस्ति अन्ते इक् वर्णः अस्ति तस्य गुणः भवति तर्हि भू इति धातुः इगन्तमस्ति भूयोगः शप् भूधातुः इगन्तमस्ति अङ्गमपि अस्ति तर्हि इगन्तस्य अङ्गस्य भू इति अङ्गस्य इक् वर्णस्य भू इति अङ्गे अन्तिमवर्णः ऊकारः इक् वर्णः तादृश इक् वर्णस्य गुणः भवति तर्हि भो इति भवति अधुना स्पष्टं वा महोदय एकः सन्देहः अस्ति केवलम् इगन्तस्य इति वदामः चेत् तत्र धातोः अन्तिमवर्णः इक् प्रत्याहारवर्णः इति अस्ति किमर्थम् अङ्गस्य इति तत्र योजयामः यतोहि सूत्रम् अङ्गस्य इत्यस्य अधिकारे अस्ति सूत्रम् अङ्गस्य इत्यस्य अङ्गकार्यम् इति सूचनार्थम् अङ्गकार्यम् इति सूचनार्थं यतोहि अत्र किमर्थम् अङ्गकार्यम् इति सूचनीयम् इति चेत् अङ्गकार्यम् इत्यनेन बलं भवति प्रक्रियाकाले वयं पश्यामः वर्णनिमित्तककार्यस्य अपेक्षया सन्धिकार्यमस्ति खलु कुत्रचित् सन्धिकार्यमस्ति अपि च कुत्रचित् अङ्गकार्यमस्ति, यदि द्वयोः सूत्रयोः प्रसक्तिः भवति अङ्गकार्यम् अपि च वर्णकार्यं, तर्हि अङ्गकार्यस्य बलं भवति. महोदय कृपया म्यूट् करोतु, महोदय ध्वनिः अस्ति. हा, यत्र अङ्गकार्यस्य अपि प्रसक्तिः अस्ति, वर्णनिमित्तककार्यस्य अपि प्रसक्तिः अस्ति एकस्मिन् सन्दर्भे, तत्र अङ्गकार्यस्य बलं भवति, तस्य कार्यं प्रथमं भवति. अतः अङ्गस्य इति सर्वत्र सूचयति. यत्र यत्र अङ्गस्य इत्यस्य अधिकारः अस्ति तत्र अङ्गकार्यम् इति वदामः. अतः एव अत्र अङ्गस्य इति उक्तं. यतोहि अत्र एतत् सूत्रं सार्वधातुक आर्धधातुकयोः इति सूत्रं सप्तमाध्यायस्य तृतीयपादे अस्ति. पश्यति वा, सप्तमाध्यायस्य तृतीयपादे इदानीमेव उक्तमासीत्. अत्र षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तं सर्वाणि अङ्गकार्याणि. अतः सार्वधातुक आर्धधातुकयोः इति सूत्रं सप्तमाध्यायस्य तृतीयपादे अस्ति, अतः तदपि अङ्गकार्यम्. अतः अङ्गस्य इति सूचयामः. अस्तु, इदानीम् अवगच्छामि. धन्यवादः. सम्यक् सम्यक्. तर्हि अधुना अत्र सूत्रं पठामः. अत्र रमाशिवरामन् भगिनी पठति वा सूत्रं? प्रश्नः पृच्छतु. अत्र आर्धधातुकः सार्वधातुकः एतयोः विहाय भिन्नः कोऽपि प्रत्ययः भवति वा? अत्र धातुतः विधीयमानः प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः इति एव, परन्तु तत्र सनादिप्रत्ययः इति भिन्नविषयः अस्ति. सनादिप्रत्ययः, यत्र निच् इति प्रत्ययः, निच् प्रत्ययः अपि सार्वधातुकः, निच् प्रत्ययः अपि अर्धधातुकः भवति. परन्तु निच् सनादिप्रत्ययेषु अपि केचन प्रत्ययाः सन्ति ये सार्वधातुकः अपि न सन्ति, अर्धधातुकः अपि न सन्ति. तर्हि आहत्य धातुतः विधीयमानः प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः इति एव. अस्तु, अवगतं, धन्यवादः. तान् प्रत्ययान् विहाय अत्र वस्तुतः सप्तविधप्रत्ययाः सन्ति खलु, सम्पूर्णव्याकरणे सप्तविधप्रत्ययाः सन्ति. अत्र तद्धितप्रत्यय, हा सत्यं, तत्र किम् अस्ति इति चेत् विकरणप्रत्ययः, विकरणप्रत्ययः, तिङ् प्रत्ययः, सुप् प्रत्ययः, कृत् प्रत्ययः, तद्धितप्रत्ययः, स्त्रीप्रत्ययः, सनादिप्रत्ययः इति सप्तविधप्रत्ययाः सन्ति. तर्हि कस्य कस्य आर्धधातुकसंज्ञा भवति इति पृच्छामः चेत्, यः प्रत्ययः धातुतः विधीयते तस्य एव सार्वधातुकः अथवा आर्धधातुकसंज्ञा भवति. इत्युक्ते कृत् प्रत्ययः धातुभ्यः विधीयमानः कृत् प्रत्ययः, धातुभ्यः विधीयमानः तिङ् प्रत्ययः, धातुभ्यः विधीयमानः विकरणप्रत्ययः इति, अपि च धातुभ्यः विधीयमानः सनादिप्रत्ययः अपि सार्वधातुकः अथवा अर्धधातुकः भवन्ति. तद्धितप्रत्ययः प्रातिपदिकेभ्यः विधीयन्ते, सुप्रत्ययः प्रातिपदिकेभ्यः विधीयन्ते, स्त्रीप्रत्ययः प्रातिपदिकेभ्यः विधीयन्ते. अतः तेषां सार्वधातुकसंज्ञा अपि नास्ति, अर्धधातुकसंज्ञा अपि नास्ति. अस्तु, स्पष्टं वा? आम् स्पष्टं, धन्यवादाः. धातु नास्ति चेत्, हा धातुः नास्ति चेत् तत्र संज्ञा एव नास्ति, सार्वधातुक अर्धधातुकसंज्ञा नास्ति. अतः तत्र सूत्रं द्रष्टव्यं, धातुतः विधीयते वा न वा इति सूत्रं द्रष्टव्यं. धातुतः न विधीयते चेत् तत्र अर्धधातुकसंज्ञा अपि नास्ति, सार्वधातुकसंज्ञा अपि नास्ति. अस्तु, रमासेवराम्भगिनि. पूर्णः सूत्रार्थः अत्र उक्तः सार्वधातुकार्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च इतरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धकधातुकयोः. अत्र इगन्त अङ्गस्य इक् अन्तः यदि अङ्गे अस्ति चेत् गुणः भवति. भगिनि क्षम्यतां, पूर्णतया एकवारं पठित्वा तदनन्तरं वदतु भगिनि. सार्वधातुक अर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रं. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इक् स्थानि भवति यत्र स्थानि नोक्तम्। येन विधिस्तदन्तस्य इत्येन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः। प्रथमवाक्यं इकः यदि अन्ते अस्ति चेत् गुणः भवति, इगन्ताङ्गस्य अङ्गस्य अन्ते अस्ति चेत् इकः गुणः भवति इति वदति। प्रत्यये परे सार्वधातुकं वा आर्धधातुकं द्वे अपि प्रत्यये परे अस्ति चेत् इकः गुणः भवति प्रथमः। द्वितीयः सार्वधातुकः आर्धधातुकः च द्वौ समास इतरेतरद्वन्द्वः भवति सार्वधातुकार्धधातुके, अतः तयोः द्विवचनं तयोः सार्वधातुकार्धधातुकयोः षष्टिविभक्ति द्विवचनं तयोः षष्टिः षष्टि पञ्चमी न सप्तमी किमर्थं तत्र तत्र षष्टि वा सप्तमी वा इति कथं ज्ञायते? यतोहि षष्टिविभक्ति अपि तयोः एव, सप्तमी अपि तयोः एव, तत्र कथं ज्ञायते? हानि नास्ति इदानीं, हा इदानीं स्थानि नास्ति अतः एव अग्रे अग्रे अग्रे अग्रे पठित्वा तदनन्तरम् अवगच्छामः विभक्ति विभक्तेः अर्थः इति। एकपदं सूत्रम् अस्ति अस्ति अतः सार्वधातुक अर्धधातुकयोः सप्तम् अन्त्यं। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः पूर्ण सूत्रं सूत्रे गुणः अपि विनीत् गुणः, सो इट्स् कमिङ्ग् फ्रम् मिदेर्गुणः। अङ्गस्य इत्यस्य अधिकारः अधिकारः अङ्गस्य गुणः इकः अङ्गस्य उपरि आदेशः भवति इत्यस्य अधिकारः भवति। इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इक् स्थानी भवति, इकः स्थानी भवति, इक् स्थानी भवति यत्र स्थानि न उक्तं। यदा स्थानि न उक्तम् अस्ति तदा इक् स्थानी भवति। पूर्णतया न अवगच्छामि, चिन्ता इदानीं चिन्ता नास्ति, अद्य अधुना पश्यामः, चिन्ता नास्ति, एतावता यदुक्तं सम्यक् एव। येन विधिः तद येन विधिः तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अस्ति अलोन्त्यस्य इत्यनेन अल् अन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अतः अनुवृत्तिसहितसूत्रं पूर्णतया सूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति। अस्तु अत्र एकवारं वदतु षष्टिविभक्तेः अर्थः कः? षष्टिविभक्तिः स्थाने सप्तमी विभक्तेः अर्थः कः? परे पूर्वकार्यं पञ्चमी विभक्तेः अर्थः परकार्यं इति तद् मनसि भवेत्. तत् विभक्तीनाम् अर्थः कः इति सर्वदा मनसि भवेत्, नो चेत् सूत्रस्य अवगमनं न भवति. परकार्यं पञ्चमी विभक्तिः इत्युक्ते परकार्यम् इत्युक्ते यस्य पञ्चमी विभक्तिः अस्ति तस्मात् परे कार्यं भवति, यस्य सप्तमी विभक्तिः भवति तस्मात् पूर्वं कार्यं भवति, षष्टिविभक्तिः अस्ति चेत् तस्य स्थाने कार्यं भवति. अस्तु, अधुना अत्र पश्यामः, क्रमेण पश्यामः सार्वधातुक आर्धधातुकयोः इति अत्र पदद्वयं वर्तते. सार्वधातुक आर्धधातुकयोः इति केवलं सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदम् अस्ति. तर्हि तेन किम् अवगम्यते इति चेत् पूर्वकार्यम् इति अवगम्यते. तर्हि प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत् तस्मात् पूर्वं कार्यं भवति इति तावदेव अवगच्छामः, अन्यत् किमपि न अवगच्छामः, यतोहि सूत्रं तावदेव अस्ति. इदानीम् अत्र सूत्रस्य अवगमनार्थं कानिचन पदानि अनुवृत्तानि सन्ति. प्रथमतया अत्र मिदेर्गुणः इत्यस्मात् सूत्रात् गुणः इति पदम् अनुवृत्तं, यतोहि अत्र गुणकार्यं भवति अतः गुणः इति पदम् अनुवृत्तम् अस्ति. तर्हि इदानीं गुणः इति पदम् अनुवृत्तम् अस्ति, अपि च अङ्गस्य इत्यस्य अधिकारः अस्ति. अत्र पश्यति चेत् अङ्गस्य इति सूत्रस्य सङ्ख्या पश्यति चेत् षष्ठाध्यायस्य चतुर्थपादे प्रथमसूत्रमस्ति अङ्गस्य. एतस्य सूत्रस्य अधिकारः सप्तमाध्यायस्य अन्तपर्यन्तम् अस्ति. अतः अत्र वयम् अवगच्छामः एतावता गुणः इति पदस्य अनुवृत्तिः अस्ति, अङ्गस्य इति पदस्य अधिकारः अनुवृत्तिः अस्ति, अतः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अवगच्छामः. अङ्गस्य इति पदं षष्ट्यन्तं पदमस्ति अतः स्थानी अस्ति, अङ्गस्य स्थाने कार्यं भवति, अङ्गस्य स्थाने गुणः भवति सार्वधातुक अर्धधातुकयोः. सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत् तस्मात् पूर्वम् अङ्गस्य गुणः भवति इति अवगच्छामः. परन्तु अङ्गस्य कुत्र गुणः भवति, अङ्गस्य कुत्र गुणः भवति इति न उक्तं खलु. अङ्गस्य यदि अङ्गस्य बहवः वर्णाः सन्ति तर्हि कुत्र गुणः भवति इति न उक्तम् अस्मिन् सूत्रे. अतः एव अत्र यत्र यत्र सूत्रेषु गुणः इति पदमस्ति अथवा वृद्धिः इति पदमस्ति तत्र सर्वत्र एका परिभाषासूत्रमस्ति, एकं परिभाषासूत्रमस्ति, इको गुणवृद्धिः इति परिभाषासूत्रम्. तत् सूत्रं सर्वत्र आगच्छति. यत्र यत्र सूत्रेषु गुणः इति अस्ति अथवा वृद्धिः इति अस्ति तस्मात् सूत्रात् इको गुणवृद्धि इत्यस्मात् सूत्रात् इति परिभाषासूत्रात् इकः इति पदम् आगच्छति. इकः इति षष्ट्यन्तं पदम् आगच्छति, सूचयति अत्र इकः इत्यस्य स्थाने एव कार्यं भवति, इकः स्थाने गुणः भवति इति सूचयति. तर्हि आहत्य अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् इदानीम् इकः इति पदम् इको गुणवृद्धि इत्यस्मात् सूत्रात् आगच्छति षष्ट्यन्तं पदम्, अङ्गस्य इति पदम् अङ्गस्य इति अधिकारसूत्रात् आगच्छति, गुणः इति पदम् इको गुणवृद्धि इत्यस्मात् सूत्रात् गुणः इति पदम् आगच्छति, सार्वधातुक अर्धधातुकयोः इति सूत्रे एव अस्ति. इदानीम् अत्र सूत्रस्य अर्थः कः इति चेत् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. इकः अपि च अङ्गस्य तयोः सम्बन्धः कः? राहुल् महोदय वदतु. राहुल् महोदय, न जानामि महोदय, क्षम्यताम्. न, सुन्दरः बालकः इति वदामः चेत् सम्बन्धः कः? ओ अस्तु, विशेषणविशेषयो. हा, विशेषणविशेषभावः अस्ति खलु. सुन्दरः बालकः इति वदामः चेत् बालकः कीदृशः? सुन्दरः इति जानीमः. तर्हि सौन्दर्यं बालके अस्ति खलु, बालकः सुन्दरः. एवमेव अत्र अङ्गं कीदृशम् इति चेत् इक् इति अङ्गम्. तर्हि इकः अङ्गस्य इत्यनेन अङ्गम् इति विशेष्यम् अस्ति, इक् इति विशेषणम् अस्ति, इत्युक्ते तादृश अङ्गं यत्र इक् अस्ति. इदानीम् अत्र सुन्दरः बालकः इति वदामः चेत् सुन्दर सौन्दर्यं कुत्र अस्ति बालके? हस्ते अस्ति वा, पादे अस्ति वा, कुत्र अस्ति सौन्दर्यं? सम्पूर्णतया सौन्दर्यम् अस्ति इति तावदेव अवगच्छामः खलु. सुन्दरः बालकः इति चेत् बालकः एव सुन्दरः, सम्पूर्णतया सः सुन्दरः, अतः स्पष्टं नास्ति मुखं सुन्दरं वा हस्तः सुन्दरः वा पादः सुन्दरः वा तत्सर्वं न जानीमः, परन्तु सम्पूर्णतया बालके सौन्दर्यम् अस्ति खलु. एवमेव अत्र इकः अङ्गस्य इति वदामः चेत् सम्पूर्ण अङ्गम् इक् इति एव अवगच्छामः खलु. सम्पूर्ण अङ्गम् इक् इत्यनेन किम् अवगच्छामः इति चेत् इकारः इति अङ्गम्, उकारः इति अङ्गम्, ऋकारः इति अङ्गम्. तर्हि इकः अङ्गस्य इत्युक्ते तादृश अङ्गं यः इक् अस्ति इति अवगच्छामः. तादृश इक् अङ्गस्य गुणः भवति इति अवगच्छामः. तर्हि इकारः इति अङ्गम् अस्ति चेत् इकारस्य गुणः भवति. कदा भवति? सार्वधातुक अर्धधातुकयोः इति तत्र सप्तम्यन्तम् अस्ति. तर्हि तस्मात् पूर्वं कार्यं भवति. सप्तमी विभक्तिः अस्ति चेत् तस्मात् पूर्वं कार्यं भवति. अतः सार्वधातुक अर्धधातुकयोः इति सप्तम्यन्तं पदमस्ति. तस्मात् पूर्वं कार्यं भवति. कुत्र भवति कार्यम्? अङ्गस्य इति स्थानी अस्ति, अङ्गे कार्यं भवति. कीदृश अङ्गम्? इक् इति अङ्गम्. तर्हि इकारः, उकारः, ऋकारः इति तावदेव अङ्गम्. तर्हि अत्र प्रश्नः भवति, अत्र प्रश्नः अस्ति वा? मनसि प्रश्नः उदेति वा? कीदृशप्रश्नः अस्ति भगिनि? किम् इकः कदा अस्ति? किम् इकः कदा अस्ति? अन्तस्य, मध्यमस्य, प्रथमस्य अङ्गस्य कुत्र? हा न, अत्र तु इकः इति अङ्गस्य इत्यनेन तत्र इक् इति अङ्गम् इति अवगच्छामः. परन्तु तत्र तथा भवति चेत् प्रश्नः उदेति. यदि इक् इति एव अङ्गम् अस्ति चेत् इकारः इति अङ्गम्, उकारः इति अङ्गम्, ऋकारः इति अङ्गम् इति चेत् तत्र एकः एव वर्णः अस्ति. तर्हि एतस्य सूत्रस्य कार्यक्षेत्रं बहु लघु भवति खलु. तर्हि तादृश अङ्गं कुत्र कुत्र पश्यामः? प्रायः तत्र उपद्विसहस्रं धातवः सन्ति. तेषु धातुषु प्रायः दशधातवः एव इक् इति अङ्गमस्ति. इकारः इति अङ्गमस्ति तत्र. इ इति धातुः, उ इति धातुः, तावदेव भवति. परन्तु एतस्य कार्यक्षेत्रम् इतोपि बृहत् भवति चेदेव सर्वत्र कार्यं प्राप्तुं शक्नुमः खलु. यतोहि एतस्य कार्यक्षेत्रं बृहत् अस्ति. पाणिनिः न इष्टवान् अत्र एतस्य कार्यं केवलं दशधातूनां कृते एव भवतु इति न इष्टवान्. अतः हा, अतः अत्र इकः अङ्गस्य इत्यनेन अत्र एका परिभाषा आगच्छति. येन विधिस्तदन्तस्य इति परिभाषा आगच्छति. तत् परिभाषा, सा परिभाषा किं वदति चेत् अग्रे अत्र पश्यामः. परन्तु सारांशरूपेण वदामि चेत् तादृशपरिभाषा वदति यत्र विशेषणविशेष्यभावः अस्ति. इकः अङ्गस्य इति विशेषणविशेष्यभावः अस्ति. अनिवृत्तिसहितसूत्रे इकः अङ्गस्य, इकः इति विशेषणम्, अङ्गस्य इति विशेष्यम् अस्ति. यत्र विशेषणविशेष्यभावः अस्ति तत्र येन विधिस्तदन्तस्य इति सूत्रमागत्य वदति. विशेषणं तदस्यापि भवति, स्वस्यापि भवति. तर्हि तत् तस्य अर्थः कः इति चेत् इदानीम् इकः इति अङ्गम् इत्यनेन न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति द्वयोः ग्रहणं भवति. अतः इदानीम् इकः इति अङ्गम् इत्यनेन न केवलम् इकारः इति धातुः, उकारः इति धातुः, ऋकारः इति धातुः, परन्तु तादृशधातुः यस्य अन्ते इक् वर्णः अस्ति. अतः अस्य परिभाषासूत्रस्य सहायेन, अस्याः परिभाषा, अस्य परिभाषासूत्रस्य सहायेन अत्र इदानीं भू इति धातुः अपि अस्मिन् क्षेत्रे आगच्छति. नो चेत् न आगच्छति खलु. इदानीं भू इति धातोः अन्ते अपि इक् वर्णः अस्ति. अतः तस्य कृते अपि गुणकार्यं भवति यदा सार्वधातुकः अथवा अर्धधातुकप्रत्ययः अस्ति. अवगच्छति वा राहुल् महोदय? अवगच्छति वा? आम्, किञ्चित् अवगतं महोदय. वदति वा किम् अवगतम्? सामान्यतया इक् इत्यस्य प्रत्याहारस्य लघु एव प्रभावः भवेत् सर्वस्मिन् धातयोः धातोः मध्ये. किन्तु इकः अङ्गस्य इत्यस्य कारणेन तस्य प्रभावः किञ्चित् बृहत् एव अस्ति इति प्रायः. इत्युक्ते बहवः धातवः सन्ति, धातोः न महोदय, न अवगम्यते सम्यक्तया. चिन्ता नास्ति, चिन्ता नास्ति. अत्र प्रयत्नं कर्तुं शक्नोम्. इदानीं समयः अभवत् भगिनि, अत्र एकवारं वदामि, अनन्तरम् अग्रिमसप्ताहे पश्यामः. अत्र इकः अङ्गस्य इति अस्ति खलु, इकः अङ्गस्य, तत्र विशेषणविशेषे भावः अस्ति खलु. अत्र यथा सुन्दरः बालकः इति वदामः चेत्, अत्र बालकः कः इति चेत् सः एव सुन्दरः, सुन्दरः कः, सः एव बालकः. एवमेव अत्र इकः अङ्गस्य इति वदामः चेत् अङ्गस्य इक् वर्णः अस्ति, परन्तु सम्पूर्ण अङ्गस्य एव इक् वर्णः इति अवगच्छामः. तर्हि अनेन किं भवति इति चेत्, इकः अङ्गस्य इत्यनेन अत्र केवलम् इकारः इति धातुः, तस्य एव ग्रहणम् अस्ति. इक् प्रत्याहारे इ उ ऋ एते एव वर्णाः सन्ति. अतः इकः अङ्गस्य इत्यनेन इ इति धातुः, तस्य ग्रहणं भवति. उ इति धातुः, तस्य ग्रहणं भवति. ऋ इति धातुः, तस्य ग्रहणं भवति. ऋ इति धातुः, तस्य ग्रहणं भवति. तर्हि तथा कुर्मः चेत् किं भवति, अत्र तादृशदातवः अधिकाः न सन्ति अस्माकं व्याकरणक्षेत्रे. तादृशदातवः अधिकाः न सन्ति, प्रायः दशदातवः तादृश तावदेव सन्ति, तावन्तः एव सन्ति. अतः अत्र इकः अङ्गस्य इत्यस्य अर्थः कः इति चेत्, अत्र एक परिभाषासूत्रमस्ति, येन विधिस्तरन्तस्य, तत्सूत्रं वदति यत्र यत्र सूत्रेषु विशेषणविशेष्यभावः अस्ति, यथा अत्र इकः अङ्गस्य विशेषणविशेष्यभावः अस्ति. अतः यत्र विशेषणविशेष्यभावः अस्ति, तर्हि तत्र इक् इति अङ्गम् इति एव न स्वीकुर्मः, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति. इत्युक्ते तस्य अर्थः कः इति चेत्, इदानीम् इकारः, उकारः, ऋकारः एतेषामपि ग्रहणं भवति. तदनन्तरं तादृश अङ्गं यस्य अन्ते इक् वर्णः, इदानीं भूधातुः, जीधातुः, एतादृशदातवः यत्र अन्ते इक् वर्णः अस्ति, तादृशधातूनामपि ग्रहणं भवति इति परिभाषासूत्रं वदति. अवगम्यते किम्? अङ्गम् इत्युक्ते तत्र अन्तमपि भवति, मध्यम् अपि भवति, आदि अपि भवति खलु. तर्हि किमर्थम् अत्र भू इत्यनेन? अत्र सामान्यतया धातौ एकः एव अचुवर्णः भवति सामान्यतया. अत्र औपदेशिकधातौ सामान्यतया एकः एव अचुवर्णः भवति खलु, एकः एव अचुवर्णः भवति. अत्र अचुवर्णः, अचुवर्णः अत्र इक् वर्णः अस्ति चेत् तस्य गुणः भवति. एकः एव अचुवर्णः, भू इति धातौ एकः एव अचुवर्णः अस्ति, तादृश अचुवर्णः अन्ते अस्ति धातौ. सत्यं खलु? तर्हि तादृशधातोः अन्ते इक् वर्णः अस्ति चेत् अन्ते इक् वर्णः अस्ति चेत् अपि वर्णं भवति अनेन परिभाषासूत्रेण. यदि मध्ये मध्ये अस्ति चेत् तादृशधातुः, उदाहरणमस्ति वा मध्ये? बुद्ध् इति धातुः अस्ति. हा, बुद्ध् इति धातौ इकारः, इकारः कुत्र अस्ति? अन्ते अस्ति, मध्ये अस्ति. न, मध्ये अस्ति. तर्हि मध्ये अस्ति चेत् अनेन सूत्रेण ग्रहणं न भवति, यतोहि अन्ते नास्ति. आम्, अत्र परिभाषासूत्रं किं वदति इत्युक्ते, अत्र विशेषणविशेष्यभावः अस्ति, तर्हि तत्र अन्ते अपि ग्रहीतुं शक्नुमः इत्येव वदति. इदानीम् इक् इति एव अङ्गं नास्ति, परन्तु तादृश अङ्गं यस्य अन्ते इक् तस्यापि ग्रहणं भवतु इत्येव सूत्रं वदति परिभाषासूत्रं. किमर्थं तथा वदति इति चेत्, बुद्ध् इति धातोः कृते विशिष्टसूत्रम् अस्ति, अन्यत् सूत्रम् अस्ति, अतः एतस्य सूत्रस्य आवश्यकता नास्ति. अस्तु, यद् भवान् पृच्छति मध्ये इक् वर्णः अस्ति चेत् तस्य ग्रहणं किमर्थं नास्ति इति चेत्, यथा अत्र बुद्ध् इति धातो, तस्य कृते पुगन्तलघुपदस्य च इति सूत्रमस्ति. तेन सूत्रेण उपदायम् इक् वर्णस्य गुणः भवितुम् अर्हति, अतः अनेन सूत्रेण तस्य आवश्यकता, अस्य सूत्रस्य आवश्यकता नास्ति. अस्य सूत्रस्य अर्थः एवम् अस्ति यत् तादृश अङ्गम् इत्युक्ते प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति, तस्मात् पूर्वम् अङ्गमस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणकार्यं भवति. तर्हि इकारः इति अङ्गम् अस्ति चेदपि गुणकार्यं भवति, इकारः यस्य अन्ते अस्ति चेत् तदापि गुणः भवति इत्येव सूत्रं वदति. स्पष्टं वा? अस्तु, अजन्तं पूर्वसूत्रमस्ति. किम्? अजन्तं इकः पूर्वः अजन्तम् अन्तम् अस्ति. अजन्तमपि अस्ति, सत्यम् अजन्तमपि अस्ति. अजन्तमस्ति इति अत्र सूत्रे तत् अजन्तस्य विषयः नास्ति, इगन्तस्य एव विषयः अस्ति. सूत्रे अत्र अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणकार्यं भवति इति अस्ति. तर्हि तदनन्तरम् अत्र अन्यत् सूत्रमस्ति, अलोन्त्यस्य इति सूत्रमस्ति, अन्यत् परिभाषासूत्रं. तर्हि अत्र इदानीम् अत्र स्पष्टमस्ति, इकः अङ्गस्य इत्यनेन न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति स्पष्टम् अस्ति. परन्तु अत्र स्थानी अस्ति खलु, अङ्गस्य इति स्थानी अस्ति. तर्हि सम्पूर्ण अङ्गस्य गुणः भवति वा? इदानीं भू इति धातुः अस्ति, भू धातोः गुणः भवति चेत् किं भवति? भो भवति इति वयं चिन्तयामः, परन्तु सूत्रं किं वदति? इकः अङ्गस्य सम्पूर्ण अङ्गस्य गुणः भवति इत्येव वदति खलु सूत्रं. सम्पूर्ण अङ्गस्य गुणः भवति चेत् किं भवति? गुणः भवितुं शक्नोति. न न न, पश्यतु, सूत्रं किं वदति? इकः अङ्गस्य गुणः इति भवति. न न न न, अन्य कोऽपि वदतु. भो इति न भवति, भव इति न भवति. न, अत्र पश्यतु, भू इति अङ्गम् अस्ति, सम्पूर्ण अङ्गस्य गुणः भवति चेत् किं भवति? अत्र उकारस्य गुणसंज्ञकवर्णः कः? न, सम्पूर्ण अङ्गस्य गुणः भवति चेत् किं भवति? उकारस्य उकारः भवति. हा, तर्हि किन्तु भकारस्य गुणः कथं भवितुं शक्नोति? न न, एकक्षण भगिनि, अत्र गीता भगिनी वदतु. भो भवति भगिनि. हा, भो भवति. मीना भगिनी वदतु. ऊकारस्य ऊकारः भवति. तर्हि आहत्य किं भवति रूपम्? न, तथा नास्ति. अत्र पश्यतु, इकः अङ्गस्य गुणः, अङ्गस्य गुणः इति भवति चेत् भू इत्यस्य स्थाने ओकारः आगच्छति खलु. भू इति स्थानी अस्ति. भू इति स्थानी अस्ति, भू इति स्थानी अस्ति, तस्य स्थाने गुणः भवति चेत् ओ इति आगच्छति. तर्हि सर्वत्र ओकारः आगच्छति. इकः एव न, एकक्षणं, भू इकः अङ्गस्य इत्युक्ते तादृश अङ्गे यत्र इक्वर्णः अस्ति, इक्वर्णस्य गुणः, तर्हि सम्पूर्ण अङ्गस्य गुणः भवति. तर्हि भू इति अस्ति चेत् ओकारः आगच्छति. अतः एव अत्र एका परिभाषासूत्रमस्ति, अलोन्त्यस्य इति सूत्रमस्ति. तत् सूत्रं वदति, अङ्गस्य स्थाने गुणादेशः न, परन्तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः इति वदति. अतः अतः एव ऊकारस्य स्थाने ओकारः, अन्तिमवर्णस्य स्थाने ओकारः आगच्छति. अवगतम्? अवगतं भगिनि. सर्वे कृपया पुनः सूत्रं पठन्तु. अग्रिमसप्ताहे अपि पुनः एकवारं परिशीलयामः, यतोहि अत्र बहु किमपि अस्ति. सर्वे वर्णाः सन्ति किल, अल् प्रत्याहारे सर्वे वर्णाः, स्वराः, व्यञ्जनाः च. सत्यम्. अलो अन्तस्य मीन्स् all the swaras and vyanjanas if they come in the end, is it? Satyam. Agre asti bhagini, sutram anantram patama atra, agre sutrasya vivaranam asti. Bhagini mama, ekak prashna asti, atra eko guna vriddhi asti, tataha ikaha anuvriddhi bhavati kim? Satyam. ततः एव एकः अनुवृत्तिः. तत्तु प्रथम अध्याये अस्ति. भवतु नाम परिभाषासूत्रम् अस्ति, सम्पूर्ण अष्टाध्यायं सर्वत्र प्रसक्तिः भवति. अस्तु, वेङ्कटरमण महोदय, प्रश्नः आसीत् वा? अङ्गस्य इति अधिकारसूत्रम् इति दत्तमस्ति. कुत्रचित् अङ्गम् इत्यस्य संज्ञा भवेत् वा? सत्यम्, अङ्गम् इति संज्ञा अस्ति महोदय, अत्र अस्मिन् करपत्रे न दत्तमस्ति. अङ्गस्य, अङ्गम् इत्यस्य संज्ञा अस्ति, तदपि पठामः. ओके ओके, धन्यवादः धन्यवादः. भगिनी अलोन्त्यस्य इति द्वाधिकपञ्चाशत्, येन विधिस्तदन्तस्य द्वाधिकसप्ततिः. तर्हि अलोन्त्यस्य परिभाषासूत्रम् अग्रे आगच्छति, तर्हि येन विधिस्तदन्तस्य पूर्वम् उक्त्वा एतद् अनन्तरं. अत्र अलोन्त्यस्य इति पूर्वं सूत्रमस्ति खलु, द्वापञ्चाशत्तमं सूत्रमस्ति, एतत्तु द्विसप्ततितमं सूत्रमस्ति. आम्, तु अलोन्त्यस्य प्रथमे एव आगच्छति चेत् एकः अङ्गस्य अन्ते यद् अङ्गः तस्य एव भवति इति पूर्वमेव ज्ञातुं शक्नुमः खलु, येन विधिस्तदन्तस्य पूर्वं किमर्थम् अत्र दत्तमासीत्? न, अत्र अत्र तथा चिन्तयति चेत् अत्र द्वयोः परिभाषासूत्रयोः प्रसक्तिः अस्ति, कस्य क्रमः प्रथमं भवति इति चेत् तत्र परसूत्रस्य एव बलम् अधिकं भवति इति कृत्वा तस्य कार्यं प्रथमं भवति. पूर्वत्र सिद्धं नास्ति, परन्तु तत्र तत्र द्वयोः सूत्रयोः विरोधः अस्ति, अतः विप्रतिषेधे परं कार्यम् इत्यनेन एविस्तदन्तस्य इति परसूत्रम्, अतः तस्य बलम् इति वक्तुं शक्यते. अत्र एतत् सर्वं न पठितवन्तः, अतः केषाञ्चन केषाञ्चित् कृते भ्रमः भवितुम् अर्हति, परन्तु अत्र परसूत्रस्य बलम् किम् भगिनि? एष सूत्रः येन विधिस्तदन्तस्य, येन इस् इन् तृतीया विभक्ति, सो पूर्व आर् परा चेञ्जस् केन् टेक् प्लेस्. तत् तत्सर्वम् अग्रिम अग्रिमसप्ताहे परिशीलयामः भगिनि. अत्र सूत्रं न पठितं खलु, अग्रे दत्तं न पठितं, पठित्वा तदनन्तरम् अवगच्छामः. अत्र केवलं सारांशरूपेण सूत्रार्थः कः इति उक्तमासीत्, पुनः अग्रिमसप्ताहे पुनः एकवारं सम्पूर्णतया पठित्वा अवगच्छामः, यतोहि अत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रं सर्वत्र आगच्छति, अतः तस्य अवगमनं स्पष्टतया भवेत्. अतः पुनः एकवारं सर्वे पठन्तु, न अवगम्यते चेत् अग्रिमसप्ताहे पुनः पठिष्यामः. परन्तु भगिनि, एकस्य सूत्रस्य विवरणे सो मेनि सूत्रस् कम्, इट्स् डिफिकल्ट् टु अप्लै. हा, शास्त्रस्य पठने किञ्चित् श्रमः आवश्यकः भगिनि, सरलतया न आगच्छति. शास्त्राध्ययनं सरलं नास्ति. सरलम् इति न चिन्तयतु, सरल श्रमः आवश्यकः. यावत्पर्यन्तं श्रमं न करोति तावत्पर्यन्तम् अवगन्तुं न शक्यते. अतः सत्यमेव, आरम्भे बहूनि सूत्राणि सन्ति, किञ्चित् आरम्भे क्लेशः अस्ति एव, परन्तु अग्रे गत्वा पुनः पुनः अयमेव विषयः आगच्छति, अतः स्पष्टता भवति, स्पष्टता. अहं तु सीनियर् सिटिजन्, अतः शङ्कराचार्यस्य पदानि नहि नहि रक्षति दुक्रोहिकरणे, ऐ एम् वण्डरिङ्ग् वेदर् ऐ शुड् कण्टिन्यू द लेसन्स्. तथा न चिन्तयतु भगिनि, तथा नास्ति, तथा नास्ति, तथा नास्ति. अत्र अत्र तादृशक्लेशः नास्ति. नहि नहि दुक्रिम् इति तत्र तु कण्ठस्थीकरणं, तादृशकण्ठस्थीकरणस्य किमपि आवश्यकता नास्ति, अवगमनमेव अत्र, किमपि अन्यत् किमपि नास्ति, अवगमनमेव, अवगमनमेव. अतः तत्र तत्र किञ्चित् एकवारं द्वावारं पठति चेत् सम्यक्तया अवगमनं भवति एव, तत्र न कोऽपि सन्देहः. अतः त्यजामि त्यजामि इति मा चिन्तयतु, तथा न चिन्तयतु, तद् न अहं न वदामि. हा, अत्र किञ्चित् पठनीयं, किञ्चित् पठनीयं तावदेव. पठति चेत् अवगच्छति एव, अत्र न कोऽपि क्लेशः. अस्तु, अपि च किम् इति, अपि च किम् इत्युक्ते, एतादृश परिभाषासूत्रं पुनः पुनः पुनः आगच्छति भगिनि सर्वत्र. इदानीम् अधुना प्रथमवारं पठामः इति कृत्वा किञ्चित् क्लेशः अस्ति. अग्रे वयं पश्यामः पुनः पुनः येन विधिस्तदन्तस्य अलोन्तस्य इति सर्वत्र आगच्छति, अतः मनसि स्पष्टता आगच्छति एव. विधिसूत्रम् इत्युक्ते केतेन किमपि कार्यं भवति, विधानं भवति, न येन विधिः तदन्तस्य. अत्र विधिः इत्युक्ते विधिः इत्युक्ते कार्यं कार्यम् इति इत्युक्ते कार्यम्. अग्रे अग्रे पठामः, तत्र परिभाषासूत्रं न पठितम्, अग्रे पठामः. अपि च तत्र अङ्गम् इति संज्ञा केन सूत्रेण भवति इति पृष्टमासीत्. यस्मात् प्रत्ययविधिस्तदादि प्रत्यये अङ्गम् इति सूत्रमस्ति. अस्तु अस्तु, अन्यत् किमपि भवती भगिनी समयः नीत्वा पाठयति, अन्यस्मिन् गणे ते आल्रेडि तृतीयः पाठः अन्ते. हा न न, अत्र अस्माकम् अवगमनं कथम् अस्ति इति इति द्रष्टव्यं खलु. We're not racing against time, so. अत्र वयं किञ्चित् वयं शीघ्रमपि न गच्छामः, मन्दमपि न गच्छामः, सम्यक् स्पीड् भवति. मनसि न तिष्ठति चेत् अग्रे यत् पाठयति तत्तु अवगन्तुमेव न शक्नुमः. हा समीचीनं भगिनि, सर्वे कृपया पुनः पठन्तु, फीड्बेक् अस्ति चेत् ददतु फीड्बेक्. गतिः सम्यक् अस्ति वा इति अपि. सम्यक् सम्यक्, एक्चुलि भवती यद् गतिः नीत्वा गच्छति तदेव सम्यक्. अस्तु समीचीनं भगिनि, धन्यवादः. अन्यस्मिन् गणे तु रेसिङ्ग्. अस्तु अस्तु, चिन्ता नास्ति चिन्ता नास्ति. तर्हि अत्र स्थगयामः. भीतिः मास्तु, भीतिः मास्तु, तावदेव वदामि, भीतिः मास्तु, स्पष्टता भवति एव. अहं त्यजामि इति तादृशचिन्तनं मास्तु, भीतिः मास्तु, अवगच्छामः, क्लेशः नास्ति. न अवगच्छामः चेत् पुनः पुनः पठामः, अवगच्छामः. अस्तु, समीचीनं, अस्तु. तर्हि अत्र स्थगयामः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः.